एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। सुप्रभातं, स्वागतम्। अस्माकं किं प्रवर्तमाना समस्या अस्ति येन विधि तदन्तस्य। ओके ओके, सुब्रह्मण्यं महोदय वदतु, भवान् किं प्राप्तवान् वा पठितवान्? एकं प्रसेण्टेशन् मया निर्मितमस्ति, तद् दर्शयितुं शक्यते वा? ओके, एकनिमिषं। तदर्थम् अहं तु को-होस्ट् स्थानं दास्यामि। तदर्थं धन्यवादः, धन्यवादः। न, एकनिमिषं। हा, प्रेजेण्टेशन् सुब्रह्मण्यम्। ओके, लेट् मी ट्रै। हा, एतत् कथं भवति? चेञ्ज् रोल्। ओके, प्राप्तं प्राप्तं प्राप्तम्। इदानीं प्रयत्नं करोमि दर्शयितुं। भवान् किं सज्जीकरणमपि कृतवान् वा? ओके, कुत्र अस्ति रियाक्षन्स् अटेण्डीस्? भवती इदानीं शेर् कुर्वन् अस्ति, अतः मया अहं स्थगयामि। अस्तु, करिष्यामि। ओके, अस्तु, इदानीं शक्यते। एकनिमिषं, रेफरेन्सस् प्रथमं अस्ति, तत् शेर् मया न प्राप्तमस्ति। अत्र दर्शयति शेर् अस्ति इति, परन्तु शेर् न आगच्छति वा? न आगच्छति, एकनिमिषं पश्यामि। पूर्वं तु एषा समस्या न आसीत्। एकनिमिषं, भवान् को-होस्ट् नास्ति इदानीं, तत्कारणात् एव कथं तद् गतम् अहं न जानामि, परन्तु पुनः करिष्यामि। हा, धन्यवादः। न, भवान् को-होस्ट् नास्ति इदानीम्, अत्र तु कथं तद् गतं न जानामि। ओके, पुनः करोमि। हा, इदानीं प्राप्तम्, इदानीं प्राप्तम्। इदानीं शेर् करोमि अत्र। अस्तु, मम पठनं दृश्यते वा इति कृपया वदन्तु। दृश्यते महोदय। अत्र क्रमशः कर्तुं प्रयत्नं करोमि। आदौ प्रसिद्ध सूत्रमस्ति इको यणाचि, तत् स्वीकृत्य येन विधि तन्त्रस्य कथम् आगच्छति इति वदामि। इको यणाचि यत् अस्ति, अत्र अनुवृत्तिसहितसूत्रमस्ति इकः यण अचिसंहितायाम् इति। अतः अत्र कार्यं विधिः किमस्ति इत्युक्ते गुणकार्यम्, अतः यण यण एव प्रथमाविभक्तौ यत् अस्ति तत् कार्यमस्ति, तत् एव विधिः, अतः आदेशः यण आदेशः विधिः इति अस्ति, तत् प्रथमाविभक्तौ। तदनन्तरम् अत्र स्थानिनः षष्टिविभक्तौ इकः इति अस्ति प्रथमाविभक्तौ, अतः स्थानं निर्णयं कृतम् इकः स्थाने यण आदेशः इति। अत्र एक षष्टिविभक्तौ एकमेव पदमस्ति, अतः अत्र आदेशः कुत्र भवेत् इति प्रश्नः उदेति चेत् यण आदेशः इकवर्णस्य स्थाने भवति इति स्पष्टमस्ति, अत्र तु भ्रमः नास्ति। तत्तु प्रथमम्। अतः अत्र येन विदितदन्तस्य इति सूत्रस्य अवकाशः एव नास्ति। किमर्थमित्युक्ते अत्र स्थानं स्पष्टमस्ति, एकमेव षष्टिविभक्तौ अस्ति, अतः येन विदितदन्तस्य तस्य अवकाशः एव नास्ति। अत्र प्रश्नाः सन्ति वा? नो चेत् अग्रे गच्छामि। अन्येपि प्रश्नाः पृच्छमिच्छन्ति वा? कृपया वदन्तु, नो चेत् अग्रे अग्रे गच्छतु। अग्रे अग्रे अतः किमर्थम् अत्र षष्टिविभक्तौ इति अस्तु एक एव अस्ति, किमर्थम् अत्र येन विदितदन्तस्य अवकाशकं नास्ति, अत्र षष्टिविभक्तौ एकः एव अस्ति, अतः भ्रमः नास्ति। तदनन्तरम् इदानीं सार्वधातुक आर्धधातुकयोः अस्मिन् प्रसिद्ध सूत्रमस्ति, इदानीं पठितवन्तः, अनुवृत्तिसहितसूत्रमत्र अस्ति। एकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः, अत्र अधिकारः अनुवृत्तिः सर्वं योजितमस्ति, किन्तु परिभाषासूत्रमत्र अस्ति, तस्य योजनं न कृतम्। अतः इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः, अत्र अत्रापि यण् कार्यं नास्ति, अतः गुणकार्यम्, अतः दोषः अस्ति, गुणः एव कार्यम्। अतः विधिः किम् इति उक्ते गुणः एव विधिः, गुणकार्यं करणीयम् इति उक्तम्। अतः स्थानिनः अत्र इकः अपि षष्टिविभक्तौ अस्ति, अङ्गस्य इति अपि षष्टिविभक्तौ एव भवति। इदानीम् अत्र षष्टिविभक्तौ द्वौ स्तः, अतः प्रश्नः उदेति आदेशः कुत्र भवेत्, अङ्गस्य स्थाने वा इकः स्थाने वा इति। अत्र यदा सूत्रमध्ये अनेका पञ्चमी षष्टी वा सप्तमी विभक्त्यः वा सन्ति चेत् आदेशस्थाननिर्णयं द्वे सूत्रे स्तः, देर् आर् टु सूत्रस् टु डिटर्मिन् इन् केस् देर् आर् मोर् देन् वन् पञ्चमी आर् वन् षष्टि आर् वन् सप्तमी, देर् आर् टु सूत्रास् देर् आर् देर् बट् नीड् टु बि अण्डर्स्टुड्। तदन्तविधिः इति अस्ति, यदा सूत्रमध्ये सूत्रस्य मध्ये पञ्चमीविभक्तौ एकाधिकः वा षष्टिविभक्तौ एकाधिकः वा सन्ति चेत् तदन्तविधिः स्वीकरणीयम्, सप्तमी अस्ति चेत् तदादिविधिः इति, देर् आर् टु विधीस् दट् आर् देर् दट् नीड् टु बि कन्सिडर्ड्। अतः अस्मिन् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य मध्ये द्वौ षष्टिविभक्तौ स्तः, अतः तदन्तविधिः स्वीकरणीयं, दट् इस् वेर् द तदन्तविधिः फस्ट् कम्स् इन्। अतः देन् देर् इस् अ थर्ड् वन्, कदाचित् तदन्तविधिः तदादिविधिः द्वयमपि आगच्छति, दट् इस् आल्सो अनदर् केस् दट् इस् दट् इस् लिटिल् मोर् काम्प्लिकेटेड्। अतः सो तत्पर्यन्तम् अवगतं वा? किमर्थम् इत्युक्ते इकः अङ्गस्य, क्षम्यतां महोदय, एकवारं पुनः वदतु, किं वदनीयं महोदय? सार्वधातुक आर्धधातुकयोः यत् सूत्रमस्ति तस्य अनुवृत्तिसहितसूत्रमस्ति, इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः। तत्कारणात् एव आदौ किं वदामः, सूत्रस्य मध्ये पदविभागः कृत्वा विभक्ति अपि स्थापयन्तु इति, विभक्ति स्थापयामः चेत् अतः इकः कार्यं किमस्ति, गुणकार्यं खलु। सो प्रथमाविभक्तौ सदैव कार्यं प्रथमाविभक्तौ एव भवति, वाट् एवर् कार्य, वेदर् इट् इस् आगम आदेश प्रत्यय लोपः, विल् आल्वेस् बि इण्डिकेटेड् वयं प्रथमाविभक्तौ। अतः गुणः इति यत् अत्र उक्तं, तत् गुणकार्यं करणीयम् इति आदेशः अपि गुणकार्यं, विधिः, द विधि इस् गुण, सो दट् वि हव् टु रिमेम्बर् वाट् इस् द विधि, दट् इस् वै येन विधिः तदन्तस्य विल्कम्। सो गुणः इस् द विधिः, अत्र विधिकार्यं यत् अस्ति, गुणादेशः यत् अस्ति, तत् कुत्र भवेत्, तत्तु स्थानं षष्टिविभक्तौ यत् अस्ति तत् एव सूचयति। अतः किन्तु स्थानिनः अत्र इकः अपि षष्टिविभक्तौ अस्ति, अङ्गस्य अपि षष्टिविभक्तौ अस्ति, अतः सूत्रस्य मध्ये द्वौ षष्टिविभक्तौ स्तः, अतः प्रश्नः उदेति आदेशः कुत्र भवेत्, इकः भवेत् अङ्गस्य भवेत् वा, अत्र न उक्तं। सो इट् डस् नाट् टेल् यू वेर् द गुणकार्यं हेस् टु हेपन्, इट् ओन्ली टेल् इकः, इकः कुत्र अस्ति इति न उक्तं, विल् सी लिटिल् लेटर् वै इट्स् डस् नाट् सी सो अत्र देर् आर् टु सूत्रास् देट् आर् यूस्ड्, whenever there are more than one panchami, one shashti or one saptami in a sutra. So there are two sutras. Whenever there are more than one panchami or one shashti in a sutra, tadanta vidhi tasya avakashah. It is not always. I will show you one more later where it does not apply. Asmin sutra ma sutra samadhi asti uganta lagu upadasya. Atra there are three shashtis, but there is no yena vidhi tadantasya. Okay. So tadadi vidhi, tadanta vidhi iti asti. So when there are two panchamis, more than one panchami or more than one shashti, then tadanta vidhi avakashah asti. Saptami vibhaktau ekadikah asti che santi che. Atra tadadi vidhi iti can happen. So if there are more than one saptami in a sutra, there can be a tadadi vidhi. Like sarvadat, when you say the angas, iko guna, iko yana achi samhitayam. Achi samhitayam is there. So tadadi vidhi will come in. So achi pare, before achi it has to happen, then samhitayam happens. Okay. Then there are some cases where tadanta vidhi and tadadi vidhi will come together. So that is a little more complicated sutra. अस्मिन् स्तरे इदानीम् अस्मिन् कक्षायां तदन्तविधिः एव स्वीकृत्य अग्रे गच्छामः. प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. प्रश्नाः सन्ति वा? नास्ति इति भासते. अग्रे गच्छतु. अग्रे गच्छामः. इदानीं सार्वधातुक आर्धधातुकयोः कार्यं किम् इति स्थानिनः अत्र तत्पर्यन्तम् आगतम्. आदेशः कुत्र भवेत् इति, अङ्गस्य स्थाने इकः स्थाने वा इति. अतः इकः अङ्गस्य अत्र समानादिकरणमस्ति. इकः अङ्गस्य इति इट् इस् बेसिकलि भूतान् षष्टिविभक्तौ दर् समानादिकरणं, विच् मीन्स् दट् दे आर् टाकिङ्ग् अबौट् द सेम् थिङ्ग्. अतः यदा पीतम् अम्बरम् इति वदामः चेत् पीतम् अपि पीतं यत् अस्ति तत् अम्बरस्य विषये एव सूचयति. कीदृशः अम्बरः, कीदृशः अम्बरम् इति सूचयति. पीतम् अम्बरम् अत्र विशेषणविशेष्य भावः अस्ति. अतः अत्र स्थित इकः षष्टिविभक्तौ अस्ति, अङ्गस्य अपि षष्टिविभक्तौ अस्ति, समानादिकरणं. दे आर् टाकिङ्ग् अबौट् द सेम् आस्पेक्ट्. दे आर् टाकिङ्ग् अबौट् दि अङ्ग समानादिकरणं, विच् इस् अ इफ् यु डोण्ट् कर्मधारयसमासः इद समानादिकरणं, रैट्? सेम् टाकिङ्ग् अबौट् द सेम् समानादिकरणमस्ति. अतः तदन्तविधिः आगच्छति. किमर्थम् इत्युक्ते अत्र कुत्र करणीयम् इति वि डु नाट् अण्डर्स्टाण्ड्. सो अत्र एव आगच्छति येन विधि तदन्तस्य, बिकास् इकः अङ्गस्य इट् सेस् एन् अङ्गा हूस् विच् हेस् एन् इक् तदेव वदति. इट् डस् नाट् से वेर् इट् इस् वेर् इस् दि इक् वर्ण तत्नोक्तम्. सो अतः तदादिविधिः आगच्छति. किमर्थमित्युक्ते अत इकः अपि स्थानं न उच्यति, अङ्गस्य तदपि स्थानं न उच्यति. अतः तदपि आगच्छति अत्र येन विधि तदन्तस्य इति आदौ. सो अतः किं सूचयति? येन विधिः तदन्तस्य इति अनुवृत्तिः स्वं स्वं रूपम् इति. अनुवृत्तिसहितसूत्रं येन विधिः, अत्र विधिः किम् अस्ति अस्मिन् सूत्रे सार्वधातुक आर्धधातुकयोः? गुणकार्यम्. अत्र गुणकार्यं कुत्र भवेत् इति एव सूचयति इदानीं येन विधि तदन्तस्य. गुणकार्यं स्वस्य रूपस्य तदन्तस्यापि भवति इति. स्वस्य रूपस्य मीन्स् इट् केन् हेपन् ओन्ली आन् द इक् वर्ण स्टाण्डिङ्ग् अलोन्, or it can happen on a shabda or a padam that has an ikya sananta. Okay, avagatam va? So yena vidyatam je comes in when there are staninaha noktam. Staninaha atra the sambandha is only samanadikarana, it is only visheshya visheshana vishesha bhavahayam vishesha bhavahayam asti. So yena vidyatantasya svasya rupasya tadantasya इति अस्ति. सो विधिः गुणकार्यम् इक् वर्णः, केवलम् इक् वर्णः अस्ति चेत् तस्योपरि भवितुम् अर्हति, तद् स्वस्य रूपस्य. सो इक् इस् ओन्ली एन् इक् वर्ण इ इति वर्णः अस्ति चेत् तस्य उपरि भवति स्वस्य रूपस्य. तदनन्तरं तदन्तस्य शब्द विच् हेस् एन् इक् एस् एन् एण्डिङ्ग् आल्सो इट् केन् हेपन् इति सूचयति. अवगतं वा तत्पर्यन्तं? प्रश्नः अस्तु. आम् महोदय. प्रश्नाः सन्ति वा? कृपया पृच्छन्तु। नास्ति। अतः सूत्रस्य अर्थः किम् अस्ति? सामान्य अर्थः विशेषणनिर्दिष्टविधिः। अत्र विधिः गुणकार्यमस्ति, विशेषणं किम् अस्ति अत्र? विशेषणम् इकः इति अस्ति खलु, अस्मिन् सूत्रे इकः एव विशेषणमस्ति, अङ्गस्य विशेषणमस्ति समानादिकरणम् इति कारणात् विशेषणनिर्दिष्टविधिः। तं विशेषणं स्वीकृत्य अपि भवति, तदन्तं स्वीकृत्य अपि भवति। तत् वट् इट् सेस् इस् वट् ऐ सेड् अर्लियर्। सो इफ् देर् इस् एन् इक्, विशेषणम् इस् इक् बिकास् इक् अङ्गस्य विशेषणविशेषभाव विशेषभावः। सो द गुणकार्यं केन् हेपन् विशेषणं स्वीकृत्य, सो स्वस्य रूपस्य इट् केन् हेपन् ओन्लि ओन् अ केवल इक् वर्ण आर् तदन्तं स्वीकृत्य अपि। यत् पदस्य अन्ते इक् वर्णः अस्ति तस्य तत् पदस्य अपि गुणकार्यं भवति इति सूचयति, येन विधि तदन्तस्य इति। तत्पर्यन्तं प्रश्नाः सन्ति चेत् कृपया पृच्छतु। अग्रे गच्छामः वा? गच्छामि वा अग्रे? अत्र विशेषेण निर्दिष्टः इत्युक्ते किं महोदय? विशेषेण विशेषणम् अत्र पूर्वम् अत्र षष्ठीविभक्तौ द्वौ पदः स्तः, पदे स्तः खलु, इकः अङ्गस्य, अत्र इकः अङ्गस्य इकः, इकः अङ्गस्य, अत्र इकः यत् अस्ति तत् विशेषणमस्ति। अग्रे दर्शयामि किमर्थम् इति। इकः अङ्गस्य विशेषणमस्ति, अतः विशेषणम् इकः इति अस्ति। अतः गुणकार्यं कुत्र? अस्तु अस्तु, अत्र विशेषणेन ऐ थिङ्क् अत्र विशेषणेन निर्दिष्टः, विशेषणेन निर्दिष्टः, विशेषणे वाट् इस् बीन्, वाट् इस् बीन् निर्दिष्टः विधिः, विशेषणे निर्दिष्टः विधिः इस् गुणकार्यं विधिः अस्ति, विशेषणं निर्दिष्टं। अत्र विशेषेण लिखितं सो इट् केन् हेपन् आन् ओन्ली द इक् वर्ण कार्यं गुणकार्यम् आर् अन् आर् अन् अ शब्द दट् हेस् एन् इक् इन् इट् बट् अत्रापि इट् डजन्ट् टेल् यू वेर् द इक् वर्ण इस् ओके ओके तदन्तं स्वीकृत्य अपि अस्तु येनि वदति तदन्तस्य तत्कारणात् एव अग्रे किं भवति सार्वधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः सार्वधातुकयोः आर्धधातुकयोः यत् सूत्रमस्ति इदानीं किं भवति तत् सूत्रं स्थानिनः इकः अङ्गस्य इति अस्ति तदपि अस्माभिः दृष्टम् अत्र प्रथमविभक्तौ न षष्टिविभक्तौ सङ्गणदोषः अस्ति अतः अस्मिन् सूत्रे एकः विशेषणमस्ति समानादिकरणम् अस्ति अत्र सम्बन्धः अस्ति इकः अङ्गस्य मध्ये सम्बन्धः अस्ति अतः एकः विशेषणं भवति अन्यः विशेष्यं भवति अस्मिन् सूत्रे तु इकः तदन्तस्य इगन्तस्य इति विशेषणं भवति अङ्गस्य विशेष्यं भवति सो अङ्गस्य उपरि कार्यं भवति कीदृशः अङ्गम् इगन्तस्य अङ्गम् इति आगच्छति सो नौ द सूत्रं बिकम्स् तत्कारणात् एव इदानीं सूत्रम् इगन्तस्य अङ्गस्य गुणः सार्वधातुकयोः इति भवति तत् पूर्वं किम् आसीत् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः अलवृत्तिः सूत्रं किन्तु तत् इक् वर्णः कुत्र भवेत् इति नोक्तम् अङ्गस्य मध्ये वा आदे वा आदौ वा अन्ते वा इति नोक्तम् अत्र येन विदितदन्तस्य सूत्रेण तत् इक् वर्णः कुत्र भवेत् इति सूचयति अन्ते भवेत् इति सूचयति तत्कारणात् तत् परिभाषासूत्रं स्वीकृत्य सूत्रम् इदानीं गन्तस्य अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति सम्पूर्णसूत्रं भवति अतः तत्कारणात् एव इगन्तस्य आगतं येन विधि तदन्तस्य इस् रिक्वैर्ड् टु डिफैन् वेर् द इक् वर्ण इस् इन् दि अङ्ग तत्पर्यन्तं प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु प्रश्नाः सन्ति वा अन्यत् तूष्णीं सन्ति यदा सर्वे तूष्णीं सन्ति प्रश्नाः न अवगतं वा अत्र येन विनिदन्तस्य किं सूचयति? अन्ते इगन्तस्य अङ्गस्य इति, केवलम् इगन्तस्य अङ्गस्य, यत् अङ्गमस्ति तत् अन्ते इक्वर्ण अस्ति तत् अङ्गस्य उपरि गुणकार्यं भवति इति केवलं सूचयति. किन्तु अत्र पुनः एकः प्रश्नः उदेति. वदतु महोदय. हा अत्र येन विदितदन्तस्य द्वे वदन्ति रैट्, अन्तस्य एव स्व अपि अग्रे पश्यतु तत् वदामि अग्रे. इदानीम् इगन्तस्य अत्र सार्वधातुक आर्धधातुक इति सूत्रं स्वीकृतमस्ति खलु, तद्विषये इदानीं वदामि, तदनन्तरम् उदाहरणं ददामि, अत्र स्पष्टं भवति. अस्तु अस्तु. स्वस्य रूपस्य इति किं कारणम् इति. अस्तु. अत्र इगन्तस्य अङ्गस्य, अत्रापि इगन्तस्य यत् अस्ति तत् अपि विशेषणमस्ति, स्थानमपि निर्दिशति अङ्गस्य, इगन्तस्य अङ्गस्य. सो अन् अङ्गा एण्डिङ्ग् इन् इक् विल् गेट् गुणा. अत्रापि स्पष्टं न अस्ति कुत्र भवेत् इति. अत्र प्रश्नः उदेति, अतः गुणकार्यं यत् अस्ति तत् सम्पूर्ण इगन्तस्य अङ्गस्य गुणकार्यं वा उत केवलम् इक् वर्णः अन्ते स्थित इक् वर्णस्य गुणकार्यं वा इति नोक्तम्. सो दि भ्रमः अत्र किम् अस्ति, द डौट् दट् अरैस् इस् देर् क्वश्चिन् दट् अरैस् इस् देर् इस् बिकास् इट् सेस् इट् इस् इगन्तस्य अङ्गस्य गुणकार्यं. सो द क्वश्चन् अरैसस् इस् इट् एन् इट् डस् दि एण्टैर् अङ्गा हेस् टु बि रीप्लेस्ड् बै द गुण, आर् ओन्ली दि एण्डिङ्ग् आफ् शुड् बि रीप्लेस्ड् बै गुण इस् नाट् मेन्शन्ड् देर्. ओके, उदाहरणं भू यद् धातुः अस्ति तत् विकरणप्रत्यय शप्रत्ययस्य प्रति अङ्गमस्ति खलु, आ स्थाने अङ्गमस्ति, अतः गुणादेशः भूस्थाने ओ भवेत् वा केवलम् ऊकारस्य स्थाने ओ भवेत् वा इति नोक्तम्. उक्तं वा? तत् वयं न जानीमः. अत्र आफ्टर् यु से दिस् भूस्थाने वा ओ स्थाने, ऐ हेव् अ डौट् नौ. लैक् वाट् डु यु मीन् बै, वाट् डु वि मीन् बै गुणकार्यं? गुणकार्यं किं सूचयति? इट् सेस् देट् गुणः मीन्स् वट् इस् गुणः, अदेन् गुणः. सो इट् ओन्ली सेस् आ ए ओ इस् गुण. तदनन्तरं वेदर् इट् इस् सन्धिकार्यम् अङ्गकार्यम् इट् इस् डिफरेण्ट्. So guna means that this is the this is the guna, these are the gunaksharani. So it is basically a a o. So where that a a o needs to come, when that a a o needs to come is only defined when you put it into a sutra. Oh, so wow, atra wow. Oh, wow. So guna is sanya. Guna is only a name. Vriddhi is a name. Vriddhi is also only a name. Vriddhi only says it's a name. वृद्धिरादैच् आ ऐ एव वृद्धिः. गुण इस् जस्ट् आदेश दट् दिस् हेस् टु बि डन्. गुण इस् ओन्ली संज्ञा. गुणः इस् ओन्ली संज्ञा. इट् सेस् दिस् इस् वाट् इट् इस्. देन् वेन् इट् इस् इन् प्रथमाविभक्तौ इन् सूत्र इट् बिकम्स् एन् आदेश. ओके, कार्यमस्ति, तत्कारणात् एव कार्यं. सो द guna karyam will happen only if it is introduced into a sutra. Otherwise guna separately is only a sanya. It is like Subramanyam is a name, that is all, nothing more. Okay. So atra guna karyam, guna deshah bhusthane purvam bhustha sampurnam bhusthane ova kevalam ukarasya sthane ova iti atra spashtam nasti. अवगतं वा? आम् आम् महोदय. प्रश्नाः सन्ति वा? कृपया पृच्छन्तु. अग्रे गच्छतु, कारणम् अत्र तु येन विदुत्पदन्तस्य एतस्य उपयोगं वयं न कुर्मः. अग्रे अग्रे अग्रे गच्छामः. अस्तु, अत्र येन विदितदन्तस्य उदाहरणम् स्वीकृत्य कुर्मः. भू अङ्गमस्ति, गुणादेशः भूस्थाने वा ओ स्थाने, केवलम् ओ भवति वा केवलम् भूस्थाने वा इति उदाहरणं स्वीकृत्य पश्यामः. इदानीं भू यद् धातुः अस्ति तत् तस्य शप्रत्ययस्य लट् प्रकारे एक प्रथमाविभक्त प्रथम पुरुषे एकवचने किं प्रत्ययति अतः अकारः एव आगच्छति. अतः सार्वधातुक आर्धधातुकयोः यदा भू अङ्गस्य स्थाने गुणादेशः भवति तदा किं भवति पूर्णतया भूस्थाने ओकार आगच्छति तदनन्तरम् ओ आ ति इति भवति ओ योजनम् आ एचो यवायावः इति औ भवति. अतः किं भवति भू अवति इति भवति. अत्र भू यत् अस्ति तस्य प्रथमपुरुषे एकवचने लट्लकारे अवति इति रूपं वा भवति इति रूपं वा एव अत्र पूर्णतया सम्पूर्णभूस्थाने न अस्ति किन्तु अत्र सूत्रं स्वीकृत्य तत्तु न जानीमः. तदनन्तरं किं भवति इदानीम् आगच्छति अलोन्त्यस्य इति आगच्छति तत्कारणात् आगच्छति पूर्ण भू यत् अस्ति तस्य आदेशः न किन्तु अत्र अल् अलः अन्तस्य इति अस्ति षष्टिस्थाने अनुवृत्तिसहितसूत्रमस्ति षष्ट्याः अन्त्यस्य अलः इति परिभाषासूत्रमस्ति. सो दट् इस् एक्चुलि अ स्थाननिर्देशनपरिभाषा इट् टेल्स् यू वेर् इन् द आदेश शुड् हेपन् स्थानं निर्णयं करोति द सूत्रं. सो इट् टेल्स् यू एक्साक्ट्लि वेर् इट् हेस् टु हेपन् षष्ट्याः षष्ट्याः किमस्ति इगन्तस्य अङ्गस्य इति षष्ट्या विभक्तौ अस्ति खलु अकारणात् आगच्छति भू यद् धातुः अस्ति तत् स्वीकृत्य कुर्मः चेत् पदविवाहः कुर्मः वर्णविच्छेदः कुर्मः चेत् बकार उकार आगच्छति सार्वधातुक आर्धधातुकयोः येन विरिदन्तस्य तदनन्तरम् आगच्छति अलोन्त्यस्य इति. अलोन्त्यस्य किं सूचयति अन्ते स्थित अल् वर्णः यत् अस्ति तस्योपरि कार्यं भवेत्. अत्र तत्तु स्मर्तव्यं येन विदितदन्तस्य अलोन्तस्य केवलं सार्वधातुक आर्धधातुकयोः इति सूत्रस्य मध्ये एव न भवति. येन विदितदन्तस्य अलोन्तस्य परिभाषासूत्र सूत्रः अतः सर्वत्र प्रयोगः भवति. सो इट् इस् नाट् ओन्लि हियर् तत्कारणात् एव अल् इति उक्तं. सो इट् केन् बि एनी वर्ण द विधि केन् हेपन् आन् एनी वर्ण तत्कारणात् एव अल् इति उक्तम्. अत्र अस्मिन् सार्वधातुक आर्धधातुकयो इक् इकः इति अस्ति इक् यत् अस्ति तत् अल् वर्णस्य मध्ये अल् मध्ये एव अल् प्रत्याहारमध्ये एव भवति. अतः अङ्गस्य अन्तिम अलः स्थाने गुणादेशः इति अलोन्त्यस्य सूचयति. अतः अन्तिम अलः किम् अस्ति अस्मिन् अङ्गस्य अन्तिम अलः अल् वर्णः ऊ अस्ति. अत्र ऊ अस्ति अतः ऊ स्थाने एव आदेशः भवति ओकारः तत्कारणात् एव भवति इति प्राप्नुमः. अवगतं वा प्रश्नाः सन्ति वा? सो वै डु वि नीड् टु हाव् बोत् सूत्रास् येन विदितदन्तस्य एण्ड् अलोन्तस्य आर् अब्सल्यूट्लि रिक्वैर्ड्. वितौट् अलोन्तस्य वि विल् नाट् नो वेर् द इक्वर्ण इस् विच् इक्वर्ण. सो इफ् इट् इस् इन् उपधास्थानापि कर्तुं शक्यते वा अङ्गस्य इगन्त् इट् केन् हेपन् ईदर् आन् द फुल् अङ्ग आर् ओन्लि आन् द इक्वर्ण. सो दट् किं सूचयति केवलम् इक्वर्णस्य गुणकार्यम्. अवगतं वा प्रश्नाः सन्ति वा? सो वट् ऐ अण्डर्स्टेण्ड् इस् समरि इस् एन् विदितदन्तस्य डिसैड्स् आर् गिव्स् अस् इण्डिकेशन् दट् it has to happen on an anga whose ending is ik and along with it tells that on the ending it has to happen. Very true. Atra one important thing that needs to understand for the sarvadhatuka ardhadhatuka yoho it is an anga ending in ik. Yena vidhi tadantasya can happen anywhere. I have a couple more examples where it is not an equal, it is not the sutra at all. There is another sutra where same applies. Yena vidhi tadantasya applies. सूत्र काल् मोनुस्वारः. वेन्न मकारा बिकम्स् अनुस्वार इति सूत्र. देर् आल्सो येन विदितन्तस्य अलोन्तस्य विल् कमिन्. यदा तत् उदाहरणं दर्शनं चेत् दर्शयामि. तत्तु विशिष्ट येन विरचतत्वस्य हेपन्स् फस्ट् थिङ्ग् इस् इफ् देर् आर् मोर् देन् वन् विशेषाणिनः इन् षष्टी विभक्ति आर् देर् इस् अ निमित्तं विच् इन् पञ्चमी विभक्तिः मोर् देन् वन् देन् अदन्तविधिः आगच्छति. देन् येन अदन्तविधिः मध्ये येन विरचतत्वस्य युगविधिः. सो अत्र किमर्थम् इत्युक्ते बिकास् देर् आर् मोर् देन् टु षष्टि मोर् देन् वन् षष्टि वि डु नाट् नो वेर् अत्र प्रश्नः उदेति कुत्र करणीयम् इति. सो जस्ट् टु डिसैड् वेर् इट् शुड् बि डन् येन विरचतन्त्रस्य आगच्छति. येन विरचतन्त्रस्य आल्सो गिव्स् यु टु आप्षन्स् एदर् दि एण्टैर् अङ्ग आर् ओन्ली दि एण्ड् आफ् दि अङ्ग दि एण्टैर् पार्ट् आर् दि एण्टैर् दि ओन्ली दि एण्ड् आफ् इट्. सो अलोन् तस्य आगत्य किं सूचयति पूर्ण अङ्गस्य न केवलम् अन्ते स्थितवर्णः यत् अस्ति तस्य आदेशः इति सूचयति. वितौट् अलोन्त्यस्य कार्यम् अङ्गकार्यं केनाट् बि कम्प्लीट्. प्रश्नाः सन्ति वा अवगतं वा कृपया पृच्छन्तु. बहु कष्टमस्ति सम्यक् कृतं महोदय. फस्ट् पार्ट् एकवारमपि प्रदर्शयतु षष्टी पञ्चमी तादृशं भवन्ति तत्तु क्लास्रूम् मध्ये प्रेषयामि. अत्र अग्रे कुत्र येन विरचतन्त्रस्य तस्य प्रयोगः न भवति इति अपि दर्शयितुम् इच्छामि. तत् कृत्वा करोमि वा तत् महोदय? आम् आम् महोदय. येन विरचतन्त्रस्य स्वं रूपस्य इति अपि अनुवर्ति सहित इदानीं दर्शयामि तस्य उदाहरणमपि दर्शयामि इदानीम् एकनिमिषम्. इदानीं जी इति धातुः अस्ति द्वादिगणे अस्ति. अत्र जी योजनं शप् योजनं तिङ् प्रत्ययस्य अवशिष्यभागं ति इति अस्ति. अत्र जी अधिकम् अ अधिकं ति अस्ति. अत्र सार्वधातुक आर्धधातुकयोः येन विरचतन्त्रस्य इगन्तस्य अङ्गस्य अलोन्तस्य इति सर्वं स्वीकृत्य कुर्मः चेत् किं भवति जकार इकार अकार ति इति आगच्छति. अत्र जकार इकार इकार अत्र अकारः यत् अस्ति षप्रत्ययस्य प्रतिनिधिः तस्य प्रतिः अङ्गं किं भवति किमस्ति अङ्गं षप्रत्ययस्य प्रतिनि प्रति जी जी अङ्गम् अस्ति. अत्र जी जी अङ्गस्य अन्तिमवर्णः किम् अस्ति अतः तत् इगन्तस्य अङ्गम इगन्त अङ्गमस्ति तत्. सो इद अङ्गः विचारति इगन्त अतः इगन्तस्य अङ्गस्य अत्र आगच्छति. देन् अलोन्तस्य अपि आगच्छति. सो दि अङ्गकार्यं दि गुणकार्यं हेस् टु हेपन् आन् जी. किन्तु कुत्र भवेत् केवलम् इकारस्य उपरि भवेत् इति अलोन्त्यस्य इति सूचयति. तत्कारणात् इकारस्य केवलम् इकारस्य स्थाने एव एकार आगच्छति. तदनन्तरम् एचो यवायावः इति सूत्रेण जयति इति रूपं प्राप्तम्. तत्पर्यन्तम् अवगतं वा? अत्र जी इति यत् अस्ति अत्र जकारः इकारः द्वौ पदौ पदे स्तः अङ्गम् पदस्त्र इगन्तस्य अङ्गस्य. इदानीम् अन्य एक धातुः स्वीकृत्य कुर्मः. इण इति धातुः अस्ति तत्तु अदादिगणे अस्ति. इण अत्र इत्संज्ञाप्रकरणं कृत्वा हलन्त्यम् इत्यनेन अकारस्य इत्संज्ञा तस्य लोपः भवति. तदनन्तरं किम् अवशिष्यति ई एक एव अवशिष्यति ई स्वस्य रूपस्य. अत्र अन्ते आदौ किमपि नास्ति खलु सार्वधातुक यार्धधातुको येन विरचितन्त्रस्य. अत्र स्वस्य रूपस्य अत्र पूर्ण इकारः केवलम् इकारः अस्ति. स्वस्य रूपस्य अपि भवति अत्र इकारस्य स्थाने एकारः आदेशः भवति. अतः एति इति अत्र कार्यं भवति. दिस् इस् अदादिगणः ईणुवर्णः. ऐ सर्च् फार् अक्रास् आल् गणः ईण एव ऐ गाट् विच् इस् इन् दि इक्वर्ण मध्ये. स्वस्य रूपस्य अत्र इट् इस् नो एण्डिङ्ग् आर् बिगिनिङ्ग् न केवलम् ई अस्ति. स्वस्य रूपस्य अपि भवति. इदानीं किञ्चित् स्पष्टमस्ति वा? आं महोदय, बहु सम्यक् उदाहरणं. स्वस्य रूपस्य अपि भवति तदन्तस्य अपि भवितुम् अर्हति. ऐ थिङ्क् स्वस्य रूपस्य दट् इस् रियलि अ ग्रेट् एक्साम्पल् महोदय. वेरि क्लियर्. धन्यवादः. अग्रे वर्णः एकः एव अस्ति चेत् सम्पूर्ण सम्पूर्णं भवति, स्वस्य रूपस्य भवति सम्पूर्णं भवति. अग्रे अत्र पुगन्तलघुपदस्य यद् इदानीं पठितवन्तः अत्र अनुवृत्तिसहितसूत्रमस्ति सार्वधातुकार्धधातुकयोः पुगन्तस्य अङ्गस्य इकः च गुणः इति अस्ति. अत्र देर् आर् त्रीणि पदानि सन्ति षष्टिविभक्तौ. सो देर् आर् मोर् देन् वन्. अत्र कार्यमपि समानमेव, गुणः कार्यमस्ति. अत्र स्थानिनः षष्टिविभक्तौ इकः अङ्गस्य पुगन्तलघूपदस्य इति अस्ति. अत्र पूर्वं मया उक्तम् एकाधिकषष्टिविभक्तौ अस्ति चेत् येनविरुद्धतन्तस्य तदन्तविधिः आगच्छति इति. अत्र तदन्तविधिः आगच्छति वा न वा इति पश्यामः. अष्टषष्टिविभक्तिषु त्रयः अङ्गस्य पुगन्तलघूपदस्य. अत्र पुगन्तलघूपदस्य इदानीं न, केवलं लघूपदस्य विषये एव चर्चां कुर्मः. तत्र अङ्गस्य इति अस्ति, लघूपदस्य इति अस्ति. अत्र द्वौ अपि षष्टिविभक्तौ, किन्तु अत्र समानाधिकरणं नास्ति. दे आर् नाट् टाकिङ्ग् अबौट् द सेम् थिङ्ग्. किमर्थम्? अत्र पूर्वम् इकः अङ्गः, इकस्य अङ्गस्य आर् विशेषणविशेषभावः, किन्तु अङ्गस्य लघूपदस्य देर् इस् नो समानाधिकरणम्. दे आर् नाट् टाकिङ्ग् अबौट् द सेम् थिङ्ग्. हेन्स् ईदर् अङ्गस्य इस् नाट् अ विशेषणम् आफ् लघूपदस्य, नार् इस् लघूपदस्य विशेषणम् आफ् अङ्गस्य. किमर्थम् इत्युक्ते, इदानीम् एक षष्टिविभक्तौ उदाहरणं स्वीकुर्मः. पीतम् अम्बरं यदस्ति, पीतं यदस्ति तत्तु अम्बरम् इति पदस्य विशेषणमस्ति खलु. इट् टेल्स् यू इट् इस् अ येल्लो क्लात् आर् येल्लो स्कै, विच् एवर् वे यु वाण्ट् टु सी. अवगतं वा? अत्र समानाधिकरणमस्ति वा नास्ति वा? अस्ति महोदय. अत्र सम्बन्धः अस्ति, टाक्स् अबौट् द सेम् थिङ्ग्, समानाधिकरणं. किन्तु यदा अहं वदामि मम पुरतः इति वदामः चेत्, अत्र मम यदस्ति षष्टिविभक्तः, उदाहरणं तत् उदाहरणं न, पुस्तकमस्ति तत् संस्कृतपुस्तकं, संस्कृतस्य पुस्तकम् इट् इस् अ पुस्तक विच् इस् संस्कृत, विच् इस् अबौट् संस्कृत. अत्र संस्कृतस्य पुस्तकं संस्कृतं पुस्तकं मध्ये समानाधिकरणम् अस्ति वा नास्ति वा? संस्कृतस्य पुस्तकं समान अत्र संस्कृतस्य पुस्तकस्य इति वदामः चेत्, सो इट् इस् अ संस्कृतस्य इस् एन् अड्जेक्टिव् आफ् पुस्तक, करेक्ट्? इट् इस् अ संस्कृतपुस्तकम्, इट् डिस्क्रैब्स् द पुस्तकं, करेक्ट्? अत्र समानाधिकरणमस्ति, अत्र विशेषणविशेषभावः अस्ति. किन्तु संस्कृतपुस्तकस्य मध्यस्य भागे इति वदामः चेत्, मध्यस्य भागे, मध्यस्य अपि षष्टिविभक्तमेव अस्ति खलु, करेक्ट्? बट् मध्यस्य is not a samanadikaranam of sanskrita or pustaka. It only tells you sthanam pustakasya madhye asti iti. It is in the middle of. So atra sthanam nirdishati. So when you look at shashti vibhaktau, there are avayava shashti, yeah, which tells you it is part of something, or there is a sthana shashti. Mama purataha, mama prishtataha, mama adaha, mama upari. अत्र मम यदस्ति तत्तु षष्टिविभक्तौ अस्ति, बट् टेल्स् यु द पोसिशन्. अत्र अङ्गस्य लघूपदस्य यदस्ति, अत्र स्थानषष्टिः, साक्षात् स्थानं दत्तमस्ति. उपदा, इट् टेल्स् यु वेर् इट् हेस् टु हेपन्. अत्र भ्रमः एव नास्ति. देर् इस् नो क्वश्चन् हेस् टु वेर् द अङ्गकार्यं, वेर् द गुणकार्यं हेस् टु हेपन्. इट् हेस् टु हेपन् इन् द उपदास्थान एव, आफ् दि अङ्ग. Yeah, in the upada, so sthanam is already given. So there is no question of a yeni viridhatantasya. Kimartam itukte sthanam spashtam asti, kutra karyam karaniyam iti sthanam spashtam asti. So lagu upada sthane eva karyam bhavet, ata lagvi ikasya. So lagvi ikasya, so लघु इक् वर्णः विच् इस् इन् उपदास्थानम् आफ् दि अङ्ग कार्यं भवेत् अतः स्थानं स्पष्टमस्ति अतः अद्र अत्र येन विदितदन्तस्य सूत्रस्य प्रसक्तिः एव नास्ति सो दीस् आर् बोत् टाकिङ्ग् अबौट् गुणकार्य बोत् कमिङ्ग् इन् द सेम् सीक्वेन्स् बोत् हेव् मोर् देन् 160 बट् देर् इस् अ डिफ़रेन्स् दिस् इस् द डिफ़रेन्स् दट् उमा भगिनी वास् ट्रैङ्ग् टु एक्स्प्लेन् टु क्लासस् बेक् वाट् इस् द डिफ़रेन्स् बिट्वीन् इगन्तस्य अङ्गस्य अण्ड् लघुपदस्य सो इन् वन् केस् महोदय अत्र त्रीणि एव समानाधिकरणं नास्ति अत्र लग्नी एकस्य इति अत्र समानाधिकरणमस्ति सो लग्नी उपदस्य अत्र आफ्टर् द समास लग्नी उपदस्य एकस्य समानाधिकरणं भवति सो अङ्गस्य लघुपदस्य समानाधिकरणं नास्ति तदेव मया वाट् ऐव् गिवन् यू देर् इस् ओन्ली एण्टैर् कार्यम् इस् अबौट् दि अङ्ग इट् इस् अङ्गकार्यं गुणकार्यम् इस् अङ्गकार्यम् आल्वेस् अ कार्यम् इस् अन् अङ्ग सो अत्र उपदा इति पूर्वमेव दत्तमस्ति अत्र प्रश्नः न उदेति कुत्र करणीयम् इति कारणात् लैक् दिस् आल्सो रैट् लघुपदस्य अङ्गस्य इकः सो न लघुपदस्य लघुपदस्य अङ्गस्य वाट् विल् हेपन् पूर्णम् अङ्गस्य स्थाने गुणकार्यं भवति इति न न क्षम्यताम् अङ्गस्य लघुपदस्य इकः दट् इस् हौ इट् शुड् बि रेड् तत्कारणात् एव पूर्वम् इगन्तस्य अङ्गस्य इति आसीत् इदानीम् अङ्गस्य लघुपदस्य इति भवति अवगतं वा सो दट् इस् द डिफ़रेन्स् बिट्वीन् सार्वधातुक आर्धधातुकयोः सुगन्तलघुपदस्य विनि लुकर्ति स्थानिनः नौ द सूत्रं निर्मितम् अङ्गस्य लघुपदस्य अगुणादेशः इति सो द लघु उपदा आफ् दि अङ्ग विल् टेक् गुणादेशः इति सूचयति अण्ड् नाट् इवन् जस्ट् लघुपदस्य अङ्गस्य लघुपदस्य इकः गुणस्य इकस्य लघुपदस्य इकस्य गुणादेशः अतः गुणः यत् कार्यमस्ति तत् सर्वदा इको गुणवृद्धिः इति अस्ति खलु सो दट् विल् आल्सो टेक् केर् आफ़् इट् हा सो देन् इका नीड् नाट् बि द विशेषणं फार् लघुपदस्य रैट् इट् इस् द इकः एट् द लघुपदस्य इकः एट् द लघुपदस्य लघुपदस्य इकस्य गुणादेश सो अत्र लघुपदस्य इकस्य विल् लघु इकः विच् टैप् आफ् इकः इकः दट् इस् इन् लघुपदस्य सो लघुपदस्य विल् बिकम् उपदस्य लघ्वी इकस्य इति अपि वक्तुं शक्यते सो लघु उपदस्य इकस्य उपदस्य विल् बिकम् अ स्थाननिर्देशनं लघ्वी इकस्य विल् बिकम् द विशेषणविशेषभावः सो लघु उपदस्य स्थाने स्थित लघु इकस्य गुणादेशः इति दट् इस् द डिफ़रेन्स् बिट्वीन् सार्वधातुक आर्धधातुकयोः विच् आक्चुलि उमा भगिनी वास् एक्स्प्लेनिङ्ग् 2-3 क्लासस् बिफोर् शि वास् आस्किङ्ग् वाट् इस् द डिफ़रेन्स् बिट्वीन् दीस् टु वाट् इस् इन् सार्वधातुक अर्धधातुकयो इगन्तस्य अङ्गस्य एण्ड् इन् पुगन्तलघुपदस्य टेल् मी वाट् डिफ़रेन्स् इस् स्पष्टमस्ति वा प्रश्नाः सन्ति वा महोदय बहु सम्यक् दिस् इस् अ एक्सलेण्ट् एक्साम्पल् बहु सम्यक् यु आर् द बेस्ट् स्टुडेण्ट् आफ़् उमा भगिनि ओन्लि यु आर् डूङ्ग् वाट् इस् आस्किङ्ग् अन्य अस्ति अत्र यदा दिस् ऐ विल् नाट् टेक् दिस् रैट् नो ऐ शो यु अनदर् एक्साम्पल् पठामि किमर्थं मोहनुस्वारः इति अस्ति किं मोहनुस्वारः एकनिमिषम् अस्ति मोहनुस्वारः तेन विरीतं तस्य एकनिमिषम् लौट् मोहनुस्वारः मोहनुस्वारः अस्मिन् समये मम कार्यं अस्तु अस्तु अस्तु स्थगयामि स्थगयामि अत्र एक अधिक उदाहरणं दातुं कारणात् एव स्थगयामि अत्र प्रश्नाः सन्ति कृपया पृच्छन्तु महोदय केन् यु पोस्ट् दिस् इन् द वाट्साप् ग्रूप् धन्यवादः This is exactly how we do the study group. बहु सम्यक् महोदय. महोदय धन्यवादः. महोदय एकः प्रश्नः अस्ति. हौ डु गेट् दिस् ऐडिया दट् दिस् हेस् टु हेपन् लैक् दिस्? दिस् इफ् यु लुक् एट् द सूत्रं, वेन् यु see what you do is it is always a deep dive. So when you look at sarvadhatuka ardhadhatuka yoho, you go in and say sarvadhatuka ardhadhatuka two paribhashas, when will the paribhasha happen? So you actually, I have a sequence of questions that I ask, so the questions will tell me the answer. That is why I ask the question, where will it happen? Ata ikaha iti asti, angasya iti asti, but where can it happen? So the why, yeah. The why is important. Yeah, because unless we have that, now we don't know where, what to look for. So that is what Uma Bhagini is saying. No? What you are learning in class, take the Karapatram, do a mananam. Correct? Don't just listen in class and go back and come to the next class. Do a mananam. Reflect on it. So when you reflect on it, the questions will come. The questions, then you start searching for answers. So at least now ashtadhyayi.com is there, so you can search the sutra very, very easily on the net by just typing. But I use a hard copy Ashtadhyayi. I'll have to search through the book. But when we see the sutras, we don't understand, sir. Only when you explain, we understand. So what I'm saying is, the idea would be is to keep asking questions. So when you ask a question and you have a doubt, you'll go back into the sutra, you will try to find out within ashtadhyayi.com itself where it says, why it says. Ekam to asti yada vayam adhikam adhikam pathamah tada spashtata api adhikam bhavishyati tatto ekam dvitiyam adhikam adhikam pathamah chet कथं प्रश्नं कर्तव्यं कुत्र उत्तरं प्राप्तुं शक्नुमः तस्य ज्ञानमपि वयं प्राप्नुमः. अनुसूया अवगतम्? आं भगिनि, आं भगिनि. इदानीं सुब्रह्मण्यं महोदय किं कृतवान्? स्वयमेव सर्वं चिन्तनं कृत्वा प्रश्नं पृष्ट्वा उत्तरं प्राप्तवान्. तत् अस्माकं कृते महोदय प्रदर्शितवान्, परन्तु वयमपि तत् कर्तुं शक्नुमः. धन्यवादः. पठनं, मननं, चिन्तनं, किञ्चित् आर् एण्ड् डि सर्वम् आवश्यकम्. तत्तु सत्यं महोदय. इदानीं सुब्रह्मण्यं महोदय, द वे इन् विच् ही बिल्ट् अप् द होल् थिङ्ग्, इफ् यु आर् फालोड् द सीक्वेन्स् यु केन् आल्सो ट्रै डूयिङ्ग् इट् फार् वट् इस् द प्रस्टिस् अराइव् इन् योर् मैण्ड्, अग्रिम अवसरे प्रदर्शनं कर्तुं शक्नोति. Actually, the beauty there, Mahode, is that the entire Ashtadhyayi and what Panini Maharshi has written, the sequence is embedded in it. It cannot go wrong. It's a computer program, na? Cannot go wrong. So, it's like stepwise it goes, and the answers have to be exact for the next step to be able to function. If you know anything about programming, I think you will be able to catch on to that. Your voice went down, Madhya. Mine? Now it's fine. Okay. Okay, Subramani Madhya, Agre Kim Darshayati? Nandlal. येन विलस्य अनन्तस्य विषये भवान् किमपि अस्ति इति उक्तवान् न मौनस्वरविषये तत्र दर्शयामि वा? करोतु किमर्थं किञ्चित् अग्रे मौनस्वारविषयम् आगच्छति इदानीं दर्शयामि इदानीम् अवसरः अस्ति अवकाशः अस्ति करोतु अस्तु एकनिमिषं महोदय शेर् करोमि मौनस्वार इस् अ वेरि इण्ट्रेस्टिङ्ग् सूत्रं हा इट् डान्सेस् इन् आल् कैण्ड्स् आफ़् मैनर्स् मम पठनं दृश्यते वा इदानीं अत्र मौनस्वारः इति सूत्रमस्ति किं सूचयति मह अनुस्वारः इति सूत्रमस्ति अनुवृत्तिसहितसूत्रमस्ति हली इति अतः पद अधिकारः अस्ति पदस्य पूर्वसिद्धं पूर्वात्रसिद्धं दट् वि विल् नाट् डिस्कस् नौ संहितायाम् इति अस्ति सो दोस् आर् दि इम्पार्टेण्ट् सो पूर्वतासिद्ध पूर्वत्रासिद्धं we will not consider no but we will only look at the bo maha anuswaraga hali padasya and samhitayam swikritya agre gachamah atra anuswa anuvritti sahita sutram bhavati adasya maha hali anuswarah samhitayam yes atah sutrasya madhye karyam kim asti vidhi kim asti kah vidhi anuswarah अनुस्वारः अतः प्रथमाविभक्तौ अस्ति अत्र देर् इस् नथिङ्ग् एल्स् दट् इस् सेट् सो द अनुस्वार इस् अन् आदेश आदेश सूत्रमध्ये किमपि न भवति ओन्लि द प्रथमाविभक्तौ भवति सो प्रथमाविभक्तौ अनुस्वारः आदेशः इति जानीमः अत्र अनुस्वारः कुत्र भवेत् अत्र षष्टिविभक्तौ द्वौ स्तः इदानीं महा अपि अस्ति पदस्य अपि अस्ति अत्र महा यत् अस्ति पदस्य मह महपदस्य पदा विच् हस् महा इनिट् सो अत्र मह यत् अस्ति तद् विशेषणमस्ति पदस्य इति विशेषणमस्ति बिकास् महा डस् नाट् टेल् यू वाट् स्थान महा ईस् इन् करेक्ट् षष्टिविभक्तौ अस्ति स्थानिनः अस्ति किन्तु कुत्र मह भवेत् इति न उक्तं पदस्य अन्ते भवेत् इति एव किन्तु पदस्य आदौ वा अन्ते वा मध्ये वा इति न उक्तम् अत्र मह यत् अस्ति पदस्य सहितसम्बन्धम् अस्ति समानाधिकरणमस्ति अत्र विशेषणं मह पदस्य विशेषणमस्ति अतः अनुस्वारः कुत्र इति न जानीमः अत्र आगच्छति येन विधिदन्तस्य इति येन दट् वि नो येन विधिदन्तस्य अत्र विधिः किम् अस्ति अनुस्वारः अत्र अनुस्वारः मकाररूपस्य च मकारान्तस्य पदस्य च संहितायां व्यञ्जने परे आदेशः व्यञ्जने हलि हलिपरे इट् इस् आफ्टर् हलि हल् वर्णाः व्यञ्जनाः सन्ति संहितायां साक्षात् सन्ति चेत् इन् कञ्जङ्क्षन् अतः सूत्रस्य अर्थः दि अनुस्वार इस् अन् आदेश आफ् मकार केवलं मकार आर् द मकार आर् मकार अट् दि एण्ड् सो इट् केन् हेपन् स्वस्य रूपस्य अपि भवितुम् अर्हति अत्र पदस्य मध्ये स्थितमकारस्य अपि भवितुम् अर्हति अतः मकारान्तस्य पदस्य सो द अनुस्वार आदेशः केन् हेपन् ओन्लि आन् केवलं मकार आर् अन् अ पद विच् हेस् मकार अट् दि एण्ड् सो अत्रापि इट् केन् हेपन् ओन् दि एण्टैर् पद वा अतः अनुस्वारः मकारस्य पदस्य स्थाने लैक् द भू धातुः अस्ति खलु समानमेव मकारस्य पदस्य स्थाने आदेशः वा केवलं मकारस्य स्थान आदेशः वा इति येन विदितदन्तस्य इति सूत्रेण न जानीमः तत्कारणात् अलोन्त्यस्य सूत्रस्य प्रसक्तिः अस्ति अलः अन्तस्य षष्टिस्थाने षष्ट्याः अन्त्यस्य अलः पूर्वं दृष्टमस्ति इदानीं मोनुस्वारः सूत्रं किं सूचयति अनुस्वारः पदस्य अन्ते स्थितमकारस्य स्थाने संहितायां व्यञ्जने परे आदेशः इति सूचयति सो दि मोनुस्वारः रेड् एलाङ्ग् वित् येन विदितदन्तस्य अनुलोन्तस्य ते अस्ति अनुस्वार इस् अ सब्स्टिट्यूशन् फार् अ मकार अट् दि एण्ड् आफ् अ पद इफ् इट् इस् फालोड् बै अ व्यञ्जन इस् फाल् इट्स् सो उदाहरणं नास्ति तदनन्तरं प्रश्नः उच्यते गीतं गायति इति द्वे पदे गीतं गायति इति अत्र मकारः गीतं गीतयोजनं मकारः गायति अत्र मकारः अस्ति तदनन्तरं किमस्ति हल् वर्णः अस्ति खलु गकारः संहितायां वर्णकार्यम् इफ् यु वाण्ट् टु डु अ सन्धिकार्यं देर् वट् विल् हेपन् मोनुस्वारः आगच्छति मोनुस्वारः आगत्य किम् अस्ति अत्र यदा अनुस्वारः सम्पूर्णगीतम् इति पदस्य स्थाने आगच्छति चेत् अं गायति इति भवति अं गायति तु शुद्धं नास्ति खलु यदा वयं येन विदितदन्तस्य एव केवलं स्वीकुर्मः चेत् तत्कारणात् तत्तु शुद्धं नास्ति अलोन्तस्य अत्र आगत्य किं करोति गीतं गायति अतः अन्ते स्थितमकारस्य स्थाने अनुस्वारः आदेशः अतः गीतं गायति इति भवति सो दिस् इस् अनिल् महोदय यु हेड् आस्क् डिफ्रेण्ट् फ्रम् इकवर्ण येन विदितदन्तस्य अलोन्तस्य So here also two parts, right? First, padasya maha, first we have to look for that. Then, padasya ante maha, then we have to apply this. So padasya ante is the ena viritatantasya. Tadanantaram alontasya. Even in the padantasya, padantasya means it is the pada which has an ending of makara. So, should the anuswara adesha happen there pada, padam or only the end of the padam. So the end of the padam is given by alontasya. Okay. Mm-hmm. If I take only yena viritatantasya, it can happen on the anga, purna, sampurna angam yatasti, makaranta angam yatasti, asyopari bhavati marati. So if I do the anuswara substitution on geetam completely, it becomes amgayati. Amgayati shuddham nasti. Alontasya tells you it is only at the end. So do only on the makara. Okay. So, reason why it came is because Maha and Padasya are Visheshana Visheshabhavaha. Atara there is, with Maha you do not know where the sthanam is, where it should be done. You know it is to be done on Maha, but where the Maha is we do not know. Maha is in the Pada. Where in the Pada? Adavva, Madhyeva, Anteva, iti no okta. Hence, because it is not clear, we need Yena Viritadantasya. And once you do Yena Viritadantasya, Alontasya in this case is required because we do not know whether it is the entire Anga or only at the end of the Anga. So, interesting observation. Yada Bhavan E Dhatu Sukritya Darsita Tatra Alantas Prasakti Nasti. Atra Yena Alantasya because Atra to Swasya Rupam. Swasya Rupasya. Alantas Prasakti Nasti. अत्र इट् इस् ओन्ली सिङ्गल् न एकमेव अस्ति एकमेव अस्ति अत्र एक्साम्पल् फार् येन विदितदन्तस्य बट् नाट् अलोन्तस्य सो देट् इस् वै येन विदितदन्तस्य हेस् टु बि फालोड् बै अलन्तस्य टु डिफैन् इट् मोर् देट् इस् वै स्वस्य रूपस्य अण्ड् विशेषनिर्दिष्ट अङ्गस्य सो येन विदितदन्तस्य अलोन्तस्य रीसन् ऐ शोड् इट् हियर् is that it is not applicable only in the sarvadhatuka ardhadhatukayoh sarvatra bhavati paribhasha sutram it is a aniyamaya niyamakarani paribhasha so it applies in across so many sutras if you look at this there are 642 plus 672 plus sutras only for tinganta prakriya so sarvatra agacchati tat it will apply in all cases anga karyam mandi अत्र प्रश्नाः सन्ति या सन्ति वा नो चेत् अत्र स्थगयामि वेरि वेल् डन् महोदय किं स्टडि ग्रूप् मध्ये कृतवान् वा ऐ डू दिस् स्टडि ग्रूप् कृतम् अतः शस्त्रवर्गे कृतं शस्त्रवर्गे कृतम् तेषां कृते तु एतत् रेपिटेशन् अस्ति न तेषां कृते पुनरवर्तनं रिविशन् भगिनि रेपिटेशन् अच्छा रिविशन् ओके परन्तु इदानीम् इतोपि सम्यक्तया अवगतं न आं महोदय ओके ओके अतः अन्य किमपि अहं मया करणीयम् इति तु किमपि नास्ति अवशिष्टभागः अतः अग्रे गच्छामः ओके अस्तु महोदय एकम् अहं दर्शयामि एकमेव सूत्रविषये हा किमस्ति सर्वे जानन्ति किम् अष्टाध्यायी सूत्रपाठविषये पुष्पादीक्षित महोदयायाः पुस्तकम् अस्ति वा आम् महोदय मम समीपे अस्ति महोदय अस्ति चेत् पश्यन्तु कथं हा अस्माकं हस्ते किं किम् अस्ति हा अलोन् तस्य इति सूत्रमस्ति महोदय महोदय स्क्रीन् न दृश्यते ओ हो एकनिमिषं हा अरे स्क्रीन् शेर् तु गतं न मम स्क्रीन् शेर् गतम् ओके पुनः स्थापयामि पुटसङ्ख्या का महोदय ओ अहं तु पी डि एफ़् उद्घाटितवती अत्र पुटसङ्ख्या षट् इति लिखितमस्ति परन्तु अहं चिन्तयामि तत् सत्यं नास्ति ओके एकं करोतु अष्टत्रिंशत् पुटे अस्ति महोदय अष्टत्रिंशत् पुटे अस्ति ओके सूत्रपाठ अस्ति चेत् उद्घाटयतु तत्र किम् आरम्भस्तरे एवम् आगच्छति पश्यतु तत्पूर्वं तु बहु अन्यविषये स्पष्टीकरणं दत्तमस्ति कथं पुस्तकस्य किम् आर्गनैजेशन् कृतम् अस्ति तस्मिन् विषये सर्वं लिखितमस्ति ओके इदानीं प्रथम किम् अध्यायस्य प्रथमपादस्य द्विपञ्चाशत्तमसूत्रमस्ति अलोन्तस्य ओके तदनन्तरम् अस्माकं किमस्ति 1168 अत्र संरूपम् इति आगच्छति संरूपं शब्दस्य शब्दसंज्ञा इति ओके तदनन्तरं किम् आगच्छति अनुदित् सवर्णस्य चाप्रत्ययः तपरस्तत्कालस्य आदिरन्त्येन सहिता तदनन्तरं येन विधि तदन्तस्य इति आगच्छति ओके यावत्पर्यन्तम् अवगतम् अथवा दृष्टम् इदानीम् अत्र पश्यन्तु अलोन्तस्य अलः अन्तस्य अन्त्यस्य सम्पूर्णसूत्रमस्ति षष्टिनिर्दिष्टस्य यः सम्यक् न दृश्यते ओके षष्टिनिर्दिष्टस्य यः उच्यते आदेशः अन्त्यस्य अन्त्यस्यालः अन्त्यस्य अलस्थाने वेदितव्यः ओके एतदस्ति सम्पूर्णवाक्यं कथम् एतस्य अवगमनं कर्तव्यम् इति एतदस्ति वासुमहोदयस्य एस् सि वासु आङ्ग्लभाषायां सर्वं स्पष्टीकरणं कृतमस्ति अतः अत्र वयं पश्यामः चेत् नाम किं महोदय किमस्ति पुनः वदतु तस्य पुस्तकस्य नाम किम् अष्टाध्यायी एस् सि वासु ऐ थिङ्क् The only problem, Mahadeva, with that book which you are also showing, which I, that is what I refer to, is the print is very bad. Very bad, yeah, I've got very two copies. Yeah, yeah, I have two copies of this, one verse and the other. This is the least verse, therefore I'm showing from here. Okay. Print is very bad. Very bad, yeah, but still it is sort of readable. Very useful, very useful, very useful. Atah, atra pustako, कुत्र सब्स्टिट्यूशन् कर्तव्यं द सब्स्टिट्यूट् टेक्स् प्लेस् द सब्स्टिट्यूट् टेक्स् प्लेस् ओन्लि द सब्स्टिट्यूट् टेक्स् द प्लेस् आफ् ओन्लि द फैनल् लेटर् देट् विच् इस् डिनोटेड् बै द टर्म् एक्सिबिटेड् इन् द जेनिटिव् केस् इत्युक्ते षष्टिविभक्ति षष्टिविभक्ति यत् सूचयति केवलं तत्र सब्स्टिट्यूशन् इत्युक्ते आदेशः तत्र एव भविष्यति ओके अग्रे यत् लिखितमस्ति तत् स्वयमेव पठन्तु हा इदानीम् अहम् अग्रे गच्छामि अस्माकं कृते येन विधिपदं तस्य 1168 अस्ति अत्र किमस्ति आरम्भस्तरे स्वं रूपं शब्दस्य शब्दस्या शब्दसंज्ञा इति सूत्रमस्ति तत्र स्वं रूपं शब्दस्य अशब्दसंज्ञा इति किं सम्पूर्णसूत्रं न पदानि ओके वृत्ति किम् अस्ति शास्त्रे स्वमेव रूपं शब्दस्य वट् इस् इस् आह्यं हा आह्यं ऐ कान् मेक् औट् वट् द वर्ड् इस् सुब्रह्मण्यं यु केन् मेक् औट् तदनन्तरं किम् अस्ति भवति ओके वयं अनुवादं पश्यामः वेन् एन् आपरेशन् इस् डैरेक्टेड् वित् रिगार्ड् टु अ वर्ड् द इण्डिविजुवल् फार्म् आफ् द वर्ड् possessing the meaning is to be understood except with regard to a word which is a definition. Ekasya artham kim asti, this rule is, this is a rule of interpretation. Katham, the word swam, which means one's own, denotes the meaning. And the word rupam denotes the individual form. Understood? Huh? The form of the word. Atah anga. Angasya vishayam and the rupasya vishayam. Okay. Artham katham agachati. Then the sense of the sutra is that a word denotes both the things expressed by those two words, swam and rupam. That is, its meaning and its form. Okay. Kinchit kinchit avagatam. Thus, a rule applicable for agni will be applicable to the word composed of all these alphabets. Akara, gakara, nakara, ikara. And not to the word synonymous with agni as if like pakakaha, jalanaha, all these are synonymous words. So if the word, if the indication is for a particular word, swam rupam, tadeva rupasya vishaye chintanam kartavyam, tasya arthasya vishaye chintanam na kartavyam. Avagatam tad. Idanim, swam rupam kutra kutra kimma anubritti rupena agachati. Agrima sutram pashyantu. अनुदित् सवर्णस्य च प्रत्ययः तत्रापि संरूपम् इस् इण्डिकेटेड् ओके सो अनुवृत्ति इस् कमिङ्ग् रैट् फ्रम् 1168 तदनन्तरं तपरस्तत्कालस्य तत्रापि संरूपं निर्दिष्टमस्ति ओके गेटिङ्ग् इट् स्वरूपं विल् कम् एव्रिवेर् वेर् देर् इस् सवर्णग्रहणम् दट् इस् वाट् यु नो ऐ वास् सो सर्प्रैज्ड् वेन् ऐ लुक्ड् एट् दिस् अण्ड् दिस् इस् आल् थेङ्क्स् टु सरस्वती and then afterwards you have 1171 tatra to adirantena saheta okay tatra api samrupam nirdishtam asti okay and then comes our headache yena vidhi sadantasya tatra api samrupam agacchati okay so this samrupam tells you on what or how you have to work out your sutras okay anuvritti is of this kind of use okay avagatavantah go through your ashtadhyayi sutra pathah anuvritti vishaye yada bhramah asti athava samasya asti उपरि उपरि गच्छतु पूर्वसूत्रस्य विषये पश्यन्तु तत्रापि समाधानं न मिलितं चेत् तत्पूर्वं किम् अस्ति एवम् आर् एन् डि कृत्वा उत्तरं प्राप्तुं शक्नुमः दिस् इस् एक्साक्ट्लि वाट् सरस्वती टाट् मी हा ओके अग्रे गच्छामः इदानीं ओ अधिकं समयः नास्ति अतः ओ अस्माकं किं एतत् इदानीं सम्पूर्णतया समाधानं प्राप्तम् अस्मिन् विषये येन वेदि स्तदन्तस्य इदानीम् अग्रे गच्छामः पुगन्तलघुपदस्य अत्र अङ्गस्य वदतु न ओके इदानीम् अङ्गस्य इति भागं पुगन्तलघुपदस्य च अस्मिन् सूत्रे लघुपदस्य विषये वयं दृष्टवन्तः तत्तु अङ्गस्य इतः अनयोः पदयोः एतत् सर्वं वयं दृष्टवन्तः इदानीं पुगन्तविषये पश्यामः ओके किमपि न उक्तवती उषा ओके उषा आरम्भं करोतु समापयामि इति वक्तुं न शक्नोमि परन्तु आरम्भं तु कर्तुं शक्नुमः आं महोदय स्क्रीन् दृष्टं स्क्रीन् दृश्यते इदानीं चिन्ता करपत्रम् उद्घाटयतु करपत्रं 022 ओके लेफ्ट् हेण्ड् किं मेनु अस्ति न आम् आम् तत्र 022 तद् उद्घाटयतु तत्र कुत्र गन्तव्यं पूर्णसूत्रार्थः इति दत्तम् अस्ति अत्र सेकेण्ड् पेराग्राफ् थर्ड् पेराग्राफ् विषये वयं लघुपदस्य विषये वयं दृष्टवन्तः पूर्वं तत्तु सम्यक्तया अवगतम् इति अहं चिन्तयामि इदानीं पुगन्तविषये पश्यामः ओके उदाहरणं यन् सन्ध्या महोदय न न न पुगन्तस्य इत्यस्य सूत्रसहितं एकनिमिषं महोदय न प्राप्तं करपत्रम् अस्ति, ऐ एम् सर्चिङ्ग् महोदय. ओके, करपत्रं कस्मिन् करपत्रे सर्च् कर्तव्यं जानाति? अहं वदामि महोदय, पुगन्धस्य एक इत्यस्य पुगन्धस्य इत्यस्य सूत्रसहितं रूपं, पुगन्धस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, क्षम्यतां महोदय, मम करपत्रं अग्रे पठतु. I think she is connected with the mobile phone, so she is not refreshing. It is not refreshing. That is the problem, Mahode. Okay. Okay. Bhavati, Tishtatu. Sarva Mangala. Bhavati Patitum Shaknoti? Pugantasya Ityasya Sutra Sahitam Rupam. पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इक् वर्णः सः लघुः नास्ति चेदपि गुणादेशः भवति. अर्तिश्रीलीर्नुक्ष्याम्यान्मयातां पुग्नौ इति सिक्स् 7336 इति सूत्रेण रु ह्री व्ली रि स्नुयि क्ष्मायि इत्येषां धातूनाम् आकारान्तधातूनां च पुक् आगमः भवति निच् प्रत्ययपरे. यथा दा धातुः लटि ददाति, निचि दापयति, दा योगे निच् अनुबन्धलोपे दा प्लस् इ पुगागमः, दट् गिव्स् दा प्लस् प प्लस् इ दापि इति निजन्तधातुः. दापि प्लस् शप् प्लस् इति दापयति. एतादृशीषु स्थितिषु धातु निच् प्रत्ययोः मध्ये पुक् आगमः पुगागमः भवति. यथा दापि इति धातौ दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते, पुक् अन्ते यस्य तत् पुगन्तम्. इदानीं किं किं वयं दृष्टवन्तः तत्र, किमस्ति दा इति धातु अस्ति, वदतु भवती, वदतु अहं लिखामि. भवत्याः समीपे करपत्रम् अस्ति न? अस्ति अस्ति. ओके, तद् दृष्ट्वा वदतु. दा इति धातु अस्ति, तदनन्तरं किं दा इति धातु अस्ति, तदनन्तरं किं कर्तव्यं? धातुः लटि ददाति, निचि दापयति, ददाति इति लट् लकाररूपम्. इदानीं वयं ददाति विषये चिन्तनं न कुर्मः, इदानीं कस्मिन् विषये चिन्तनं कुर्मः? निच् प्रत्यय दा प्लस् निच् अनुबन्धलोपे, दा अधिकम् अधिकं निच् निच् निच्. इदानीं निच् कृते दा तु तत्र एव तिष्ठति, निच् कृते किम् आगच्छति? इदानीं कार्यं करोतु निच् विषये. चकार हलन्त्यम् इति चकारः नकार उपदेशे नकारस्य कृते सूत्रं किम्? नकारस्य कृते डट् डट् न चुटु चुटु ओके चुटु इत्यनेन णकारस्य संज्ञा अवशिष्टरूपं किम् ओके इदानीं किं वदति अस्माकं पुगन्तलघुपदस्य च इति सूत्रं किं वदति पुगागमः पुगागमः कदा कदा विकरणप्रत्ययस्य परे अङ्गम् अङ्गम् किं भवितव्यं धातु परे धातोः परे किं भवितव्यं पुगागमः भवति न पुगागमः तु अनन्तरं कण्डिशन् किम् अस्ति पुक् एतस्य आगमनस्य विषये कण्डिशन् किम् अस्ति अत्र पश्यतु अर्ति रि एतत् सर्वं दत्तमस्ति परन्तु तत् किमस्ति ऋ धातु ह्रि धातु ग्लि धातु रि धातु न्यूनि क्यूयि न्यूयि धातु श्यामयि एतत् एतत् सर्वं धातु नाम ओके धातु धातो धातवः क्षम्यताम् एतत् सर्वं धातवः ओके तदुपरि आकारान्तधातूनां च पुक् आगमः भवति ओके दार्यधातु अस्ति आकारान्तधातु ओके इदानीं कदा पुक् आगच्छति पुक् आगमः कदा भविष्यति पश्यतु निच् प्रत्यये परे अतः दा अनन्तरं निच् आगतं न पश्यतु हा दा अनन्तरं निच् वयं स्थापितवन्तः तत्र निच् विषये इ एव तिष्ठति अनुबन्धलोप कृत्वा ओके तदनन्तरं किं कर्तव्यं पुक् कुत्र आगच्छति पुगागमः यदस्ति तत् कुत्र आगच्छति विकरणप्रत्ययस्य अत्र विकरणप्रत्ययः कुत्र निच्छविकरणप्रत्ययः नास्ति निच् यदस्ति एतत् विकरणप्रत्ययः नास्ति धातोः अनन्तरं धातोः अनन्तरं परन्तु निच् पूर्वम् निच् पूर्वम् ई यदस्ति तत् निच् अस्ति निच् प्रत्ययस्य अवशिष्टभागः तत्पूर्वम् इदानीं पुक् इत्युक्ते किं पश्यामः इदानीं किम् आगच्छति द अधिकं पुक् अधिकम् इ इदानीं पुष् पुक् यदस्ति एतस्य प्रोसेसिङ्ग् कथं भवति इदानीं ओके अत्र अहं स्पष्टतया लिखामि इदानीं वदतु पुक् विषये पुक् प्रोसेसिङ्ग् करोतु अवशिष्टभागं किं भवति उकार उकार अनुनासिक उकार उपदेशे अचनुनासिक अनेन उकार विल् गो अवे इत्संज्ञा भवति गो अवे मा वदति अनन्तरं अन्ते हल् वर्णस्य but that ka complete is there न न का हलन्तः का अस्ति हा हलन्तः अलन्त्यम् इति हल्वर्णस्य संज्ञा भवति का भवति ओन्लि पु एव अवशिष्यति किम् अवशिष्यति पु पकार पकार पकार एव अवशिष्यते इदानीम् इ अपि अस्ति वर्णमेलनेन किं भवति दापि दापि दापि दापि ओके द पकार इकारयोः पि इति आगच्छति दापि ओके इदानीं नूतन किं प्रातिपदिकस्य निर्माणम् अभवत् एतस्य प्रोसेसिङ्ग् कथं कुर्मः दापि यदस्ति तत्र किं योजयामः अस्माकं वितरणप्रत्ययः अस्ति न शप् अधिकम् अधिकं पि ओके एतत् अनन्तरं अवशिष्यति न इदानीम् अग्रे पश्यतु किं किं दत्तमस्ति इदानीं दापि यदस्ति यद् एतत् अस्ति निजन्तधातु यदा यदा वयं निच् प्रत्ययः योजयामः तदा निजन्तधातोः निर्माणं भवति यावत् अवगतम् इदानीं दापयति इति रूपं सिद्धं भवति अन्तिमवाक्यं पठतु इदानीम् एतादृशेषु स्थितिषु धातु निच् प्रत्यययोः मध्ये पुगागमः भवति यथा दापि इति धातोः दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते पुग् अन्ते यस्य तत् पुगन्तम् अग्रिमभागम् अग्रिमावसरे पठामः ओके यावत्पर्यन्तम् अवगतं सर्वे जनाः दापि कथम् आगतं हा निच् प्रत्ययस्य योजनेन पुक् एतस्य आगमः अभवत् मध्ये तदनन्तरं प्रोसेसिङ्ग् कृत्वा इत्संज्ञकवर्णानां लोपकार्यं कृत्वा दापि इति रूपं सिद्धं तदनन्तरं शप् योजयित्वा ति योजयित्वा दापयति इति रूपं सिद्धं भवति अनन्तरम् अग्रिमविषयम् अग्रे पठामः अग्रिमवर्गे ओके अद्य अत्र अहं स्थगयामि ओके प्रश्नाः सन्ति वा यावत्पर्यन्तं हा न ज्ञापयामि हरि ओम् महोदय महोदय प्रश्नः अस्ति पुक् आगम अभवत् पुक् आगम कुत्र अभवत् कुत्र भविष्यति पुक् आगम आगमः हा निच् प्रत्ययस्य पूर्वं तत् अत्र दर्शितमस्ति तस्मिन् विषये एकनिमिषं महोदय आद्यन्त टकितो ओ महाराज तत्तु वयं न पठितवन्तः अग्रे वयं पश्यामः ओके भवान् तु अधिकं जानाति तत् सर्वे जानन्ति अग्रिम अवसरे तस्मिन् विषये वयं पठिष्यामः ओके अस्तु अस्तु महोदय भवान् कदा आगतवान् सम्पूर्णवर्गे तु न आसीत् विलम्बम् अभवत् विलम्ब अभवत् महोदय सर्वदा विलम्बम् भवति ओके एनिवे चलो समापयामि सीनियर् महोदय सीनियर् सः तु सर्वं जानाति महोदय. न कोऽपि सर्वं सर्वं न जानाति. इदानीं किमपि पाठयन् पाठयन्ती अस्ति. अहं समापयामि. तिष्ठतु, अनन्तरं चर्चां कुर्मः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः.